अस्तु तर्हि गीतसोपानस्य द्वितीयभागस्य चतुर्थः पाठः इति मन्ये तत्र चतुर्थपाठः तस्य चतुर्थपाठः अन्तिमपृष्ठस्य श्लोकद्वयमस्ति तत् श्लोकद्वयं पठित्वा अमरकोशे किं किम् अस्ति इति किञ्चित् परिशील्य अग्रे सरेम तर्हि आं मेसचुसेट्स् सुब्रह्मण्यमहोदय तत्र प्रथमश्लोकं कृपया पठतु महोदय किरीटनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते अस्तु अस्तु बहु समीचीनमस्ति तर्हि किञ्चित् अवगच्छति चेत् वदतु यावत् आं महोदय सहस्रबाहो विश्वमूर्ते अहं त्वां किरीटिनं गजनं चक्रहस्तं द्रष्टुम् इच्छामि तेनैव रूपेण तेन एव रूपेण चतुर्भुजेन भव सहस्रबाहो विश्वमूर्ते सम्बोधन विभक्ति सहस्रबाहो सहस्रबाहुः विश्वमूर्ति सहस्रबाहो विश्वमूर्ति विश्वमूर्ते अत्र कृष्णभगवान् भगवतः विश्वरूपदर्शनकृते अर्जुनः वदति अहं तथैव यथा भगवान् अस्ति कृष्णः अवतारेण तथैव अहं त्वां यथा त्वां किरीटं धारयित्वा गदा हस्ते धरित्वा चक्रम् अपि तथैव द्रष्टुमिच्छामि तद् रूपमेव चतुर्भुजयुक्तः त्वां भव बहु समीचीनमस्ति बहु समीचीनमस्ति सर्वे अवगतवन्तः वा इति एकः प्रश्नः अन्ये नाम नूतनतया के के आगतवन्तः पुनः नामानि पुष्पमागतवान् वा मध्ये पुष्पमहोदय पुष्पभगिनी तु अस्ति एव अनन्तरं कोऽपि आगतवान् वा श्रीनिवास श्रीनिवास अस्तु अस्तु महोदय स्वागतं स्वागतं श्रीनिवास नमस्कारः अस्तु तर्हि अस्तु तर्हि विजिन्यसुब्रह्मण्यमहोदय तत्र अस्मिन् श्लोके क्रियपदं किम् अथवा क्रियपदे के द्रष्टुम् अनन्तरं किम् इच्छामि इच्छामि अनन्तरं तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भविष्यम् अस्तु महोदय अन्य कोऽपि अन्यत् क्रियपदमस्ति वा अन्य कोऽपि वदतु भव हा समीचीनमस्ति तर्हि अस्माकं प्रथमं कार्यं तदेव पदविच्छेदः भवेत् यदा श्लोकः भवति पदविच्छेदः अपेक्षितः अनन्तरं कति वाक्यानि सन्ति प्रत्येकं वाक्यस्य स्वस्य क्रियपदं तु भवति एव क्रियपदं नास्ति चेदपि अस्ति अथवा भवति एतादृशं किमपि अध्यारोपणं भवति अस्माभिः तर्हि अत्र द्रष्टुं वस्तुतः अव्ययमस्ति अव्ययं क्रियापदं नास्ति किन्तु क्रियायाः इङ्गितं भवति अन्तेन अव्ययेन द्रष्टुं द्रष्टुम् इच्छामि इच्छामि इति तिङन्तपदं क्रियापदम् अनन्तरं भव तर्हि आहत्य वस्तुतः वाक्यद्वयमस्ति अत्र क्रियापदद्वयमस्ति अपि च वाक्यद्वयमस्ति कः वदति श्लोकं कः वदति गीतायाम् अर्जुनः अर्जुनः तत्र भगवान् कृष्णः तं प्रति तर्हि अत्र यदा यथा सुब्रह्मण्यमहोदयेन उक्तं तत्र सम्बोधनमस्ति सम्बोधनपदद्वयमस्ति विश्वमूर्ति इत्यस्य विश्वमूर्ते सम्बोधनं अनन्तरं सहस्रबाहु इत्यस्य सहस्रबाहो तत्र वाक्यद्वयमस्ति प्रत्येकं वाक्यस्य आरम्भे सम्बोधनमस्ति तर्हि विश्वमूर्ते हे विश्वमूर्ते इति सम्बोधनं कृत्वा अहम् इदानीं अहम् इदानीं लघुवाक्यम् आरम्भे अपेक्षितमस्ति नाम कर्तृपदं कर्मपदं क्रियापदं तत्र प्रथमं वाक्यं किम् इति कर्तृपदम् अहं क्रियापदं किं त्वाम् इच्छामि हा अथवा द्रष्टुम् इच्छामि इति वक्तुं शक्नुमः अहं द्रष्टुम् इच्छामि कं त्वाम् इति वाक्यमस्ति अस्माकम् अहं त्वां द्रष्टुम् इच्छामि इति वाक्यमस्ति अहं त्वां द्रष्टुम् इच्छामि अनन्तरं यानि पदानि सन्ति इदानीं त्वाम् इत्यस्य का विभक्तिः द्वितीयविभक्तिः अस्ति हा इदानीं किरीटिनं इत्यस्य का विभक्तिः द्वितीय एकवचनं गदिनं तदपि चक्रहस्तं तदपि तर्हि इमानि पदानि किरीटिनं गदिनं चक्रहस्तम् इति पदत्रयं कस्य विशेषणानि कस्य पदस्य त्वां समीचीनं यतोहि अहं त्वां द्रष्टुम् इच्छामि कीदृशं त्वां किरीटिनं गदिनं चक्रहस्तं तथैव नाम सुन्दरम् उन्नतम् इत्यादीनि विशेषणानि सम्भवन्ति खलु तत्र तावदेव अस्ति विशेषणत्रयमस्ति इदानीं किरीटः नाम कः इति कोऽपि वदति वा किरीटः सर्वे जानन्ति वा किरीटः महोदय किरीटः नाम यत्र राजा भवति तस्य शिरसि किरीटः भवति खलु शिरसि किरीटः भवति तत्र शिरसि राज्ञः शिरसि तत्र किरीटः भवति अत्र वस्तुतः श्लोकेषु समस्तपदानि बहूनि सन्ति नाम संयुक्तपदानि यत्र समासः अस्ति अग्रिमे पुस्तके गीतप्रवेशपुस्तके तत्र समासविषयः आयाति किन्तु श्लोकाः तु सन्ति अतः तेषां किञ्चित् विषये परिशीलनम् अपेक्षितमत्र नो चेत् सम्यक्तया अवगन्तुं न शक्ष्यामः पूर्णतया परिशीलनं मा भवतु किन्तु किञ्चित् अपेक्षितमस्ति तर्हि किरीटः इति शिरसि भवति राज्ञः. इदानीं वस्तुतः इदं पदं समस्तपदं नास्ति, किन्तु तादृश अर्थः अस्ति. अत्र किरीटिनम् इति अस्ति, तस्य प्रातिपदिकं किम् इति कोऽपि वदति वा? किरीटिन् न, अन्य कोऽपि वदति न. अस्माकं परिचितं पदम् अस्ति, अस्माकं परिचितं प्रातिपदिकम् अस्ति न. इदानीं भगिन्या उक्तं यत् द्वितीयविभक्त्यन्तं पदमस्ति. अस्य प्रथमाविभक्त्यन्तं रूपं किं? किरीटः, किरीटी. किरीटी, किरीटी. प्रथमाविभक्त्यन्तं रूपमस्ति किरीटी, द्वितीयविभक्त्यन्तं रूपमस्ति किरीटिनं. तर्हि कीदृशं पदम् अस्माकं सविधे भवति यस्य रूपाणि तथा तादृशानि? एकां सूचनां ददामि. अत्र हलन्तशब्दः अस्ति, राज्यं गुणि, गुणि इत्यस्य प्रातिपदिकं किं? गुणिन्. पुनः गुणिन्. गुणिन् प्रथमाविभक्त्यन्तं रूपं किं? गुणी. द्वितीयविभक्तौ गुणिनं, गुणिनं, गुणी, गुणिनं. किरीटी, किरीटी, किरीटिनं. तर्हि प्रातिपदिकमस्य किं? किरीटिन्. किरीटिन्, गुणिन्, गुणिन्, किरीटिन्. अस्माकं परिचितशब्दः अस्ति खलु. किञ्चित् नाम प्रायः यावन्ति पदानि अपेक्षितानि अस्माकम् अग्रे गत्वा आजीवनम् अस्माकं सविधे प्रातिपदिकानि सन्ति एव, नाम अजन्तशब्दानाम् अपि च हलन्तशब्दानां. तर्हि एतत् सर्वं मनसि निधाय कीदृशं प्रातिपदिकं भवितुमर्हति इत्यस्य अनुमानं सुलभतया भवितुमर्हति. नाम भवतां पार्श्वे ज्ञानम् अपेक्षितम् अस्ति. यत् अपेक्षितं ज्ञानम् अस्ति तत् सविधे अस्ति एव इति कृत्वा अस्तु. किरीटिनं द्वितीयविभक्त्यन्तं, गुणिनम् अपि तथा अस्ति. तर्हि किरीटिन् अपि च अर्थः अपि तथा. गुणिन् इत्यस्य अर्थः कः? अस्य, अस्मिन् वा, अस्य, अस्मिन् वा. गुणिन् इत्युक्ते अस्य अथवा अस्मिन्, अस्मिन् तादृशगुणः यस्य तादृशगुणः सः गुणिन्, गुणी. यथा धनिन्, धनिन्, धन इत्यस्य प्रथमविभक्ति अन्तिमं रूपं किं? धनी, धनी. यस्य धनमस्ति सः धनी, यस्य किरीटः अस्ति सः किरीटी. तावदेव अस्ति, स्पष्टं स्यात्. तर्हि किरीटिनम् इति त्वाम् इत्यस्य विशेषणम्. इदानीं तदाधारेण गदिनम् इति, गदिनम् इति निहारिका भगिनी वदति वा कीदृशं? गदिनं तस्य प्रातिपदिकं वा? गदिन्, गदिन्. यथा किरीटः यस्य सः किरीटी, प्रातिपदिकं किरीटिन्, किरीटिन्. तथैव अत्रापि तत्र एकः शब्दः अस्ति गदा, गदा नाम मेस् अथवा क्लब् गदा. श्रीलिङ्ग आकारान्तपदम् अस्ति लता इव. तर्हि गदा यस्य सः गदिन् प्रथमाविभक्तौ किमस्ति? गदिनी गदी. हा, निहारिकभगिनी किं गदी? गदी इति स्यात् खलु, गुणिन् गुणी गदिन् गदिन् गदी खलु. गुणिन् गुणी गदिन् गदी, किरीटिन् किरीटी, धनिन् धनी इति रूपाणि भवन्ति. हा, तर्हि गदिन् प्रथमाविभक्तौ गदी, द्वितीयविभक्तौ गदिनम् इति अस्माकं रूपमस्ति. किरीटिनं गदिनं त्वां, कीदृशं त्वां? किरीटिनं गदिनम्. इदानीं चक्रहस्तं, शिल्पा भगिनी वदतु, चक्रहस्तं का विभक्तिः स्यात्? चक्रहस्तं द्वितीय विभक्तिः अस्ति खलु. प्रातिपदिकं चक्रहस्तं चक्रहस्तः. प्रातिपदिकं चक्रहस्तः न न श्रूयतम् ओके हस्तः न नो हस्त श्रूयतम् चक्रहस्त प्रतिमाविभक्ति चक्रहस्तः अस्ति ओके क्षम्यताम् हस्तः इति हस्त इति अकारान्तशब्दः यथा देवशब्दः देवशब्दः अकारान्तपुलिङ्गशब्दः हस्त इति अकारान्तपुलिङ्गशब्दः तर्हि अत्र एतत् पदं नाम चक्रहस्त इति इत्यस्य रूपं किञ्चित् भिन्नमस्ति यतोहि अत्र नाम समस्तपदमस्ति. चक्रम् इति एकं पदं, हस्तः इति द्वितीयं पदमस्ति. अत्र चक्रहस्तः यथा वयं वदामः धनिन्, यस्य धनी क्षम्यतां यस्य धनं सः धनी इति अस्ति, तादृश अर्थः अपि अस्ति अत्र चक्रहस्तः. कोऽपि जानाति वा तस्य विभजनं कर्तुं? यस्य हस्ते चक्रः अस्ति सः चक्रहस्तः. बहु समीचीनमस्ति भगिनि, तथैव अस्ति. चक्रं हस्ते यस्य सः चक्रहस्तः, चक्रं हस्ते यस्य सः चक्रहस्तः इति समासः अस्ति. नाम संयुक्तपदमस्ति, अर्थः स्पष्टः स्यात्. चक्रहस्तः अस्तु, तर्हि अकारान्तपदमस्ति, द्वितीयविभक्त्यन्तं रूपमस्ति, किमपि नास्ति. चक्रहस्तं, तर्हि अहं किरीटिनं गदिनं चक्रहस्तं त्वां तथा एव द्रष्टुम् इच्छामि. अनन्तरं द्वितीयवाक्यं सहस्रभाहो सम्बोधनम्. इदानीम् अस्य द्वितीयवाक्यस्य क्रियपदमस्ति भव, भव. तर्हि मेसचूसेट्स् सुब्रह्मण्य महोदय, तत्र द्वितीयवाक्यं किम् आसीत् पुनः वदतु? तेन एव रूपेण चतुर्भुजेन भव. समीचीनमस्ति. इदानीं तेन रूपेण एव भव, अपि च चतुर्भुजेन, अत्र पदमस्ति चतुर्भुजेन इति पदमस्ति. भुजः इत्युक्ते स्कन्धः, स्कन्धः. तर्हि अस्य रूपं कथं भवति इति कोऽपि वदति वा? अहकारः अर्हति चतुर् चतुर्भुजेन तृतीया प्रथमा विभक्ति समासः चतुर्भुजः चतुर्भुजः इत्यस्य कथं विभजनं कथं विग्रहवाक्यं स्यात् चतुः योगः भुजः चतुर्भुजः हा हा अस्तु भगिनि तर्हि विग्रहवाक्यं किं स्यात् बहुव्रीहिः अस्ति चेत् समीचीनमेव नाम बहुव्रीहिः इति मास्तु सर्वेषाम् आवश्यकता नास्ति अत्र वैशिष्ट्यमस्ति किम् अत्र महोदयेन यत् उक्तं तत्र अस्तु किमस्ति वस्तुतः चतुः इति वदामः तत्र पुल्लिङ्गे एकं द्वे त्रीणि किमस्ति पुल्लिङ्गे चत्वारः भुजः चत्वारः भुजः किन्तु कृष्णः स्वयं भुजः अस्ति वा स्वयंभुजः इति वा तत्कारणात् एव तत्र तृतीया विभक्ति प्रयोगं कृतवान् खलु चतुर्भुजेन न न एकनिमेषः अत्र अत्र अत्र अत्र तृतीयविभक्ति अन्तं पदमिति पृथक् वार्ता अस्ति अत्र तृतीयपि अस्य उत्तरं तृतीयविभक्ति अतः इति नास्ति तत्तु भिन्नवार्ता अस्ति अत्र चत्वारः भुजाः इति कृष्णः स्वयं चत्वारः भुजाः नास्ति खलु किं किं वाक्यं वक्तव्यमस्ति कथं वक्तुं शक्नुमः कृष्णः स्वयं भुजः नास्ति कृष्ण अहं वदामि कृष्णस्य चत्वारः भुजाः सन्ति रूपेण खलु न न न तत् भिन्नवार्ता अस्ति चतुर्भुजेन इति तृतीयमिति अप्रासाङ्गिकवार्ता अस्ति अत्र न कोऽपि सम्बन्धः अस्ति किमपि नास्ति कापि वक्ति विभक्तिः कापि भवितुमर्हति अत्र अन्ते कापि न तत् सप्तमी षष्ठी पञ्चमी चतुर्थी तृतीय कापि वक्ति भवितुमर्हति अत्र अस्मिन् वाक्ये तृतीया अस्ति किन्तु चतुर्भुजः इत्युक्ते यस्य चत्वारः भुजः सन्ति हा सत्यं तदेव अस्ति यथा शुभभगिनी उक्तवती शुभभगिनी सत्यम् उक्तवती तदेव अस्ति अत्र चत्वारः भुजाः यस्य सः चतुर्भुजः चत्वारः भुजाः यस्य सः यतोहि स्वयं भुजः नास्ति खलु यस्य सः इति वक्तव्यमस्ति चत्वारः भुजाः यस्य सः चतुर्भुजः तेन तदेव भुजः स्कन्धः अथवा तत्र बाहुः नाम आर्म् इति वक्तुं शक्नोति तत्र चत्वारः भुजाः यस्य सः तेन अस्मिन् वाक्ये तृतीय अस्ति किन्तु इदानीं चतुर्भुजः बहिः गच्छति इति वाक्यं समीचीनमस्ति वा चतुर्भुजः नाम कः कृष्णः वाक्यं वक्तुं शक्नोमि वा कृष्णः बहिः गच्छति सम्यक् एव वाक्यं सम्यक् अस्ति खलु कृष्णः बहिः गच्छति इति वाक्यम् अपि च चतुर्भुजः इत्युक्ते कृष्णः तर्हि चतुर्भुजः बहिः गच्छति इति अपि वाक्यं समीचीनमस्ति विशेषणः पश्यन्तु पश्यन्तु, अत्र कृष्णः बहिः गच्छति, अहं कृष्णं पश्यामि, अहं कृष्णेन सह गच्छामि, अहं कृष्णाय पुस्तकं ददामि, अहं कृष्णात् पुस्तकं स्वीकरोमि इत्यादीनि रूपाणि सन्ति, वाक्यानि सन्ति, तथैव यथा तथैव चतुर्भुजः बहिः गच्छति, अहं चतुर्भुजं पश्यामि, अहं चतुर्भुजेन गच्छामि, अहं चतुर्भुजाय पुस्तकं ददामि, चतुर्भुजात् पुस्तकं स्वीकरोमि इत्यादीनि रूपाणि तु सन्ति, अतः वाक्यम् अनुसृत्य विभक्तिः भिद्यते. किन्तु चतुर्भुज इति तत्र तस्य विग्रहवाक्यं, तस्य अर्थः अस्ति चत्वारः भुजाः यस्य सः, तृतीयविभक्तिः अस्मिन् वाक्ये अस्ति, किन्तु अपरस्मिन् वाक्ये अन्या विभक्तिः स्यात्. स्पष्टमस्ति खलु? अस्तु, चत्वारः भुजाः चतुर्भुजेन सहस्रबहनन भव इति अस्तु. एतत् द्वितीयं वाक्यं स्पष्टम् इदानीं. चतुर्भुजेन तेन रूपेण, केन रूपेण? चतुर्भुजेन, चतुर्भुजेन तेन रूपेण एव भव. भव इति कीदृशं रूपम् अस्ति? भव लकारः कः? अज्ञार्थे अस्ति, अज्ञार्थे लोट्, अज्ञार्थे लोट् आदेशः, प्रार्थना. भव कः पुरुषः अस्ति? किं वचनं? हा मध्यमपुरुषः एकवचनं, लोट् लकारः अस्ति. हा भव, भवतु इति अर्थः, भवतु. अस्तु, समीचीनमस्ति. प्रथमश्लोकः अधीतः, बुद्धः च. अस्मिन् श्लोके कोऽपि प्रश्नः अस्ति वा? सहस्रबाहो सम्बोधनम् अस्ति वा? बाहु, बाहु नाम यथा भुज, बाहु हस्तः स्कन्धः नाम आर्म्, बाहुः बाहु इति आर्म्, बाहु. ओके, बाहु. तर्हि यथा चत्वारः भुजाः यस्य सः, सहस्रबाहु इति तथैव विग्रहवाक्यं वदतु. सन्ध्या भगिनी वदतु. आम्, सहस्रबाहु इत्यस्य विग्रहवाक्यं यथा चतुर्भुज इत्यस्य विग्रहवाक्यं चत्वारः भुजाः यस्य सः, तर्हि सहस्रबाहु कथमस्ति? तथैव तादृशं कोऽपि वदति वा? प्रश्नः अस्ति, विग्रहवाक्यं समस्तपदस्य विषये वयं यदा खण्डनं कुर्मः, खण्डनं भागं कुर्मः, तत्र विग्रहवाक्यमिति वदामः. विग्रहवाक्यं यथा चतुर्भुज, चतुर्भुज इति प्रातिपदिकमस्ति, तस्य विग्रहवाक्यम् अस्ति चत्वारः भुजाः यस्य सः. तर्हि विग्रहवाक्यं तादृशम् अपि अपेक्षितमस्ति अस्य पदस्य कृते. सहस्रबाहु, सहस्रबाहु. सन्ति सः बहु सम्यक् अस्ति, तथैव अस्ति, सम्यक्तया. न तम इति, तम इति नास्ति, तम इति वदामश्चेत् तस्य अर्थः भिन्नः भविष्यति. नाम तत्र तम इति वदामश्चेत् तत्र किं भवति? वन् थौसण्ड्, अत्र तत्र न अपेक्षितं खलु न यस्य तर्हि अत्र वस्तुतः किं भवति शैली कीदृशी इति चेत् सहस्रबाहु इत्यस्य नाम तस्मिन्नेव अर्थे यस्मिन् अर्थे शिल्पाभगिनी उक्तवती तस्मिन्नेव अर्थे वदामि सहस्रं नपुंसकलिङ्गशब्दः अस्ति सहस्र सहस्र इति शतशब्दस्य अनन्तरं याः सङ्ख्याः सन्ति ताः सर्वाः सर्वदा एकवचने तिष्ठन्ति एकवचने यथा शतमस्ति शताः जनाः इति न वदामि इति न वदामः शताः जनाः इति अनुक्त्वा शतं जनाः नित्यम् एकवचने अस्ति नित्यमेकवचने शतं जनाः सहस्रं जनाः सहस्राः जनाः इति नास्ति नपुंसकलिङ्गे अपि च एकवचने एकवचने तर्हि सहस्रं जनाः इति यथा सहस्रं बाहवः गुरुः गुरवः बाहुः बाहवः तर्हि सहस्रं बाहवः यस्य सः यथा चत्वारः भुजाः यस्य सः सहस्रं बाहवः यस्य सः सहस्रबाहु सम्बोधने सहस्रबाहो स्पष्टम् अस्तु द्वितीयं श्रीनिवासमहोदय तत्र द्वितीयं श्लोकं पठति वा महोदय अस्ति वा श्रीनिवासमहोदय क्षम्यतां महोदय मम समीपे पुस्तकं नास्ति पुस्तकं नास्ति अस्तु अस्तु पुस्तकम् आसीत् आसीत् कुकुरः नूतनगृहे अस्तु अस्तु अस्तु अस्तु लक्ष्मीभगिनी कृपया पठतु प्रशान्तमनसं ह्योनं योगिनं सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् समीचीनमस्ति तर्हि तस्य अर्थः इत्यादिकं किञ्चित् वदति वा अन्वयवाक्यं वदामि अन्वयवाक्यं वदतु प्रशान्तमनसं शान्तरजसं अकल्मषं ब्रह्मभूतं येनं योगिनम् उत्तमं सुखम् उपायति हि उपायति समीचीनमस्ति अत्र अस्मिन् अस्मिन् श्लोके क्रियपदं किम् उपायति उपायति तत्र उपायति इति उप उपसर्गपूर्वकः ई धातुः गति अर्थकः धातुः अस्ति ई नाम यथा गच्छति तत्र ए इति ई धातोः लट्लकारस्य एकवचने तत्र एति उप उपसर्गपूर्वकः उप उपसर्गपूर्वकः एति उपयोगः एति तत्र सन्धिं कृत्वा उपायति गति अर्थे अस्ति तर्हि तस्य श्लोकस्य अर्थः कः किञ्चित् वदति वा न महोदय योगिनं प्रशान्तमनसं एति योगिनं प्रशान्तमनसं एति उपैति तादृशं किञ्चित् अस्ति किन्तु अस्तु यथा पूर्वतनश्लोके सर्वलघुपदं किं नाम वाक्यं वदामः तत्र क्रियापदं किम् उपायति उपायति उपायति अत्र कर्तृपदं किम् यो प्रायः किञ्चित् भिन्नः अस्ति खलु महोदय, अत्र योगिनं प्रायः कर्मपदमस्ति, सुखं प्रायः कर्तृपदमस्ति अत्र. अस्तु, तर्हि भिन्नमिति किमर्थं नाम अस्माकं कर्तृपदमस्ति? परन्तु यदि अहं वदामि योगी उत्तमं सुखं प्राप्नोति, परन्तु अत्र उपैति इत्युक्ते पार्श्वे आगच्छति खलु. सत्यं भवता यत् उक्तं तत् बहु सुन्दरमस्ति, तथैव अस्ति. प्राप्नोति इति सकर्मकधातुः अस्ति, आप् धातुः सकर्मकधातुः अस्ति. सकर्मकधातुः सकर्मक अकर्मक इति जानीमः खलु. यथा कृ धातुः करोति, कृ धातुः सकर्मक अथवा अकर्मकधातुः? सकर्मकधातुः, यतोहि कर्मपदं स्वीकरोति. यथा अहं कार्यं करोमि, कार्यमिति कर्मपदमस्ति. यत्र धातोः कर्मपदं भवितुम् अर्हति तत्र सकर्मकधातुः इति वदामः. यत्र अकर्मकधातुः अस्ति तत्र कर्मपदं न भवितुम् अर्हति. अत्र अकर्मक इति न वदामि, किन्तु तादृश आशयः अस्ति अत्र, तादृश आशयः अस्ति. अकर्मकधातोः उदाहरणं कोऽपि वदति वा? उपविशति, बालकः उपविशति, तत्र कर्मपदं न भवति एव. अत्र धावति इति समीचीनम् उदाहरणमस्ति. इदानीं गम् धातुः गच्छति, तत्र अकर्मक सकर्मक वा? तत्र वाक्यं वदतु, कर्मसहितवाक्यम्. अहं गृहं गच्छामि नाम गन्तव्यस्थानं, गन्तव्यस्थानस्य कर्मपदत्वं नाम द्वितीयविभक्त्यन्तत्वं भवति. तत्र गम् धातुः सकर्मकधातुः, गति आटकधातवः सामान्यतया तत्र धावति, तत्र धावति इति यद्यपि गमनार्थे अस्ति तत्र तादृश यथा चलति धावति तत्र अकर्मकधातवः सन्ति, किन्तु अत्र सामान्यतया गतिआटकधः धातवः तत्र सकर्मकधातवः सन्ति. यथा गम् धातुः गच्छति, अहं गृहं गच्छामि इति गृहमिति द्वितीयविभक्त्यन्तं कर्मपदमस्ति. इ धातुः अपि तथैव अस्ति, तत्र गन्तव्यस्थानम् इति अस्य कर्मपदत्वं द्वितीयविभक्त्यन्तत्वं. तर्हि अत्रापि तथा नाम यथा सुब्रह्मण्यमहोदयेन उक्तम्, अत्र सुखं योगिनम् उपैति, पार्श्वे गच्छति, गन्तव्यस्थानमस्ति योगिनम्, अहं गृहं गच्छामि, सुखं योगिनम् उपैति इति वाक्यम्. उपैति इति पार्श्वे गमनं, पार्श्वे गमनम् सविधे समीपे गमनम्. तर्हि सुखं नाम सुखं योगिनम् उपैति नाम सुखं योगिनः पार्श्वे गच्छति अथवा योगिनी गच्छति नाम सुखं योगिनः भवति. सुखं योगिनम् उपैति इत्यस्य अर्थः सुखं विशेषः अस्ति वा? विशेषः अग्रे गत्वा तत्र विशेषः नाम विशेषणं यस्य भवति सः विशेषः इति वा? तद्विशेषं तर्हि नाम अग्रे गत्वा विशेषणं यत्र विशेषणं भवति तत्र तादृशम् अपि अस्ति अत्र. सुखं योगिनम् उपैति, इदानीं कीदृशं सुखम्? उत्तमं सुखम्. उत्तमं सुखं, तर्हि अत्र विशेषणं उत्तमं विशेष्यं सुखं सुखम् उत्तमम् उत्तमं सुखम् उत्तमं सुखम् उत्तमं सुखम् उपैति उत्तमं सुखं गच्छति कुत्र गच्छति योगिनं तर्हि उत्तमं सुखं योगिनं गच्छति इति वाक्यमस्ति उत्तमं सुखं योगिनं गच्छति तर्हि कीदृशं योगिनं प्रशान्तमनसम् अपि च शान्तरजसं शान्तरजसम् अपि च ब्रह्मभूतम् अकल्मषम् ब्रह्मभूतम् अपि च अकल्मषम् चत्वारि विशेषणानि सन्ति विशेष्यमस्ति योगी इदानीं अत्र चत्वारि विशेषणानि सन्ति तर्हि प्रथमम् अस्ति प्रशान्तमनसं प्रशान्तमनसम् इति पुनः समस्तपदमस्ति अत्र विग्रहवाक्यं कोऽपि वदति वा प्रशान्तः मनः यस्य सः अस्ति समीचीनमस्ति समीचीनं केवलं लघुदोषः अस्ति तत्र मनः इत्यस्य लिङ्गं किं नपुंसकलिङ्गं तस्य प्रातिपदिकं किं मनस् सकारान्त मनस् सकारान्त नपुंसकलिङ्गशब्दः मनस् मनः मनसि मनांसि इति अस्ति खलु तर्हि प्रशान्तं मनः यस्य सः अपि च अत्र प्रशान्तं मनसं प्रशान्तमनसम् इत्यस्य विभक्तिः का द्वितीय एकवचनं हा समीचीनं द्वितीयविभक्तौ अस्ति किमर्थं द्वितीयविभक्तौ अस्ति वाक्ये कस्य विशेषणं योगिनं योगिनमिति द्वितीयविभक्तौ अस्ति अपि च प्रशान्तमनसं तस्य विशेषणम् अतः विशेषणविशेषभावः इति कृत्वा तत्र द्वितीयविभक्ति अन्तं भवति तस्य अपि प्रशान्तमनसमिति द्वितीयविभक्तौ अस्ति तर्हि किमस्ति प्रशान्तं मनः यस्य सः तं यदि तृतीयविभक्तौ अभवश्यत् तर्हि तेन चतुर्थीविभक्तौ अभवश्यत् तस्मै अत्र तं प्रशान्तं मनः यस्य सः तं प्रशान्तमनसम् अत्र पश्यन्तु मनस् इति शब्दः नपुंसकलिङ्गशब्दः किन्तु एतादृशसमासः सर्वदा विशेषणं भवति अपि च यस्य विशेषणं भवति तस्य लिङ्गं स्वीकरोति योगी इति पुल्लिङ्गशब्दः अस्ति अतः प्रशान्तमनसमिति पुल्लिङ्गशब्दः भवति मनः यः नपुंसकलिङ्गशब्दः आसीत् अस्मिन् प्रसङ्गे प्रशान्तमनस् इति सकारान्तपुल्लिङ्गशब्दः भवति नाम लिङ्गपरिवर्तनं भवति लिङ्गपरिवर्तनं यतोहि विशेषणं जातमस्ति मूले मनस् इति सकारान्त नपुंसकलिङ्गशब्दः अस्ति नपुंसकलिङ्गशब्दः किन्तु अत्र विशेषणं जातमस्ति योगीशब्दस्य इति कारणेन पुल्लिङ्गशब्दः जातः अतः यथा अस्माकं के सकारान्त नाम पुल्लिङ्गसकारान्तशब्दः कः अस्माकं पार्श्वे अस्ति वा अस्माकं करपत्रे विद्वास् विद्वास् तर्हि मनस् तथैव भवति सकारान्त पुल्लिङ्गशब्दः अस्ति इदानीं तर्हि विद्वांसम् इति अस्ति द्वितीयविभक्त विद्वांसं तथैव भवति मनसं प्रशान्तमनसं नो चेत् मूले नपुंसकलिङ्गशब्दः अस्ति आसीत् खलु मनः मनसि मनांसि मनः मनसि मनांसि मनः द्वितीयविभक्तं मनः आसीत् किन्तु अत्र मनसं जातं मनसं न तु मनः यतोहि पुल्लिङ्गे अस्ति अत्र अवगतम् प्रशान्तमनसम् अनन्तरं शान्तरजसम् अत्रापि तथैव अस्ति रजस् इति सकारान्त नपुंसकलिङ्गशब्दः शान्तं रजस् अथवा शान्तं य रजः तर्हि विग्रहवाक्यं किं शान्तं रजः यस्य अपि च द्वितीयविभक्तिः अस्ति अतः तं शान्तं रजः यस्य सः तम् तर्हि अत्रापि विद्वस् शब्दवद् भवति पुल्लिङ्गे अत्र रजसं नो चेत् रजसः इति अभविष्यत् द्वितीयविभक्तौ किन्तु अत्र शान्तरजसं पुल्लिङ्गशब्दं कृत्वा शान्तरजसं नाम रजोगुणः शान्तः जातः रजोगुणः शान्तः जातः यस्मिन् सः शान्तरजः स्पष्टमस्ति एकवारं रजोगुणः नाम चाञ्चल्यं चञ्चलता रजोगुणः नाम चञ्चलता चञ्चलता किन्तु यस्मात् पुरुषात् चञ्चलता अपगता नाम रजोगुणः अपगतः यस्मात् सः शान्तरजः द्वितीयविभक्तौ शान्तरजसम् स्पष्टमस्ति तर्हि शान्तरजसम् इति अस्ति अनन्तरम् अकल्मषम् अकल्मषं सर्वे अवगच्छन् शिल्पाभगिनी अवगच्छति खलु निहारिका भगिनी नास्ति अकल्मषम् इत्युक्ते न न अहं वक्तुमिच्छामि प्रशान्तमनसं शान्तरजसं एतावता सर्वं स्पष्टं वा अस्तु सन्ध्या भगिनी शान्तरजसं किं रजः इत्युक्ते रजस् रजोगुणः तत्र सत्त्वगुणः सत्त्वगुणः रजोगुणः तमोगुणः इति गुणत्रयमस्ति विश्वे ओके अवगच्छामि जानाति आम् अस्तु अस्तु अस्तु तर्हि तादृशमस्ति नाम यस्य मनसि रजोगुणः शान्तः जातः अपगच्छतः नाम तस्य चाञ्चल्यं चञ्चलता समाप्ता मनसः अस्तु अकल्मषं नाम कल्मषः तत्र पुल्लिङ्गे अपि भवति नपुंसकलिङ्गे अपि भवति कल्मषं कल्मषः जानन्ति वा कल्मषः यथा आङ्ग्लभाषया तत्र काचन शाखा अस्ति कश्चन शाखा अस्ति बीट् जूस् जानन्ति वा रसः बीट् रक्तवर्णस्य तत्र श्वेतवस्त्रे तत्र बीट् जूस् गच्छति चेत् तत्र स्थायीरूपेण तिष्ठति खलु सुलभतया न गच्छति खलु एकवारम् आगच्छति तिष्ठति तत्र यदा यत्र पापपुण्यमस्ति खलु तत्र मनसि तादृशमस्ति नाम समीचीन नाम अवगुणः समीचीनगुणः नास्ति तत् मनसि आगच्छति तिष्ठति यथा बीट् जूस् वस्त्रे अस्ति इति कल्मषः तत्र तर्हि अत्र न कल्मषं यस्य सः न कल्मषं यस्य सः इति अकल्मषम् द्वितीयविभक्तौ अपि अकल्मषम् अस्ति. स्पष्टमस्ति? अस्तु, अग्रे ब्रह्मभूतं ब्रह्मणि नीलीनं लीनः नाम यदा कोऽपि ध्यानं करोति तत् मनः लीनं भवति, अथवा कोऽपि अध्ययनं करोति सम्यक्तया सम्यक्तया अध्ययनं करोति चेत् तत्र मनः लीनं भवति. लीनमिति वदामः लीनम्. अत्र ब्रह्मणि लीनं यः सः ब्रह्मभूतं ब्रह्मभूतः द्वितीयभक्तौ ब्रह्मभूतं. समीचीनम्. लीनं क्षम्यतां, लीनम् इत्यस्य अर्थः न अवगतवती. न, यदा यदा कोऽपि अध्ययनं करोति अध्ययनं पठति कोऽपि पठति सम्यक् सम्यक् सम्यक् रीत्या पठति तत्र अन्य कोऽपि तस्मिन्नेव प्रकोष्ठे आगच्छति चेदपि किमपि वदति चेदपि यः पठति सः श्रोतुमपि न शक्नोति यतोहि तस्य मनः लीनमस्ति पाठे. अन्यत् किमपि प्रकोष्ठे यत्किमपि भवतु सः न पश्यति न शृणोति यतोहि मनः तस्मिन् विषये लीनमस्ति लीनम्. तर्हि ब्रह्मणि ब्रह्मणि लीनं जातम् इति ब्रह्मभूत ब्रह्मभूतः. लीनं द्वितीया विभक्ति भवति वा? लीनः इति प्रथमविभक्तौ अस्ति किन्तु मनः इति नपुंसकलिङ्गशब्दः. लीनं प्रथमाविभक्तौ लीनम् अस्ति नपुंसकलिङ्गे. ओ, प्रथमाविभक्ति खलु लीनं. तत्र नपुंसकलिङ्गे नो चेत् पुरुषः लीनः अथवा पुरुषस्य मनः लीनम्. स्पष्टमस्ति? श्लोक अस्मिन् श्लोके कोऽपि प्रश्नः अस्ति वा? अत्र एनम् एनमिति जानाति वा? एनम् एनम् एनमिति तं तं तत्र सर्वनामपदमस्ति तं सः तौ ते तम् एनम् इत्युक्ते तम् अयम् अयमिति जानाति खलु अयं पुरुषः. तस्य विकल्पेन द्वितीयरूपमस्ति एनम्. अस्तु, अग्रे गच्छामः. तर्हि निहारिका भगिनी तत्र सूक्तिः इति पठतु. अधोगिनं पुरुषसिंहमुपैति लक्ष्मीः लक्ष्मीः. समीचीनम्. अत्र सूक्तिः अत्र क्रियापदं किम्? उपैति. उपैति तदेव पदम् उपरि यत् तत्र सुखं सुखं योगिनम् उपैति इति वाक्यमासीत्. सुखं योगिनं गच्छति गच्छति उपैति नाम गच्छति. तर्हि गच्छति अत्र इदानीं वाक्यं किं स्यात् कर्तृपदं किम्? लक्ष्मीः कुत्र गच्छति? पुरुषसिंहम् समीचीनमस्ति. उद्योगिनं पुरुषसिंहं लक्ष्मीः उपैति. तर्हि लक्ष्मीः इति कर्तृपदमस्ति. लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति. कुत्र स्मः अहं न जानामि. सूक्तिः तत्र अधोभागे सूक्तिः अस्ति. ओ पश्यामि. अस्तु, धन्यवादः. यः यः यः वीरः अस्ति सिंह सिंह इव यः वीरः अस्ति अपि च बहु कार्यं करोति नाम यथा गुणेन अस्ति गुणी उद्योगिन् उद्योगी उद्योगः उद्योगः उद्योगः नाम इण्डस्ट्रि खलु इण्डस्ट्रि इण्डस्ट्रि यो उद्योगः तर्हि यस्मिन् उद्योगः अस्ति सः इण्डस्ट्रियस् भवति इण्डस्ट्रियस् तर्हि उद्योगी अस्ति यथा धनं यस्मिन् सः धनी गुणः यस्मिन् सः गुणी उद्योगः यस्मिन् सः उद्योगी द्वितीयविभक्तौ उद्योगिनं तर्हि लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति गच्छति गच्छति इति अर्थः स्पष्टम् अग्रे गच्छेम अस्तु तर्हि सहदेव महोदय किञ्चित् किञ्चित् अवगच्छति वा किञ्चित् किञ्चित् अवगच्छामि प्रश्नः अस्ति चेत् अवश्यं वदतु हा अस्तु अग्रे सरेम अग्रे सरेम तत्र विजयसुब्रह्मण्यं महोदय तत्र अग्रे पठति कृपया अमरकोशः ब्राह्मी तु भारती भाषा गीर्वाणी सरस्वती व्याहार उक्तिर्लपितं भाषितं वचनं वचः अस्तु किं किं कुर्मः अत्र अन्तिमभागं पश्यामः इति त्रयोदशनामानि भाषायाः तर्हि अत्र अमरकोशः इति एकः ग्रन्थः अस्ति ग्रन्थः तस्मिन् ग्रन्थे समानार्थिनः शब्दाः सन्ति नाम उदाहरणार्थम् अत्र भाषा इति एकः शब्दः अस्ति खलु भाषा अत्र तस्मिन्नेव भाषायाः अर्थे त्रयोदश शब्दाः सन्ति अत्र श्लोकरूपेण इमानि नामानि पदानि दत्तानि सन्ति त्रयोदश नामानि भाषायाः इदानीं सूचिः इति तत्र अग्रे महोदय कृपया पठतु ब्राह्मी भारती भाषा गीः वाग् वाणी सरस्वती व्याहारः उक्तिः लपितं भाषितं वचनं वचः इति त्रयोदश नामानि अत्र लिङ्गम् अनुसृत्य विभक्तानि पदानि अत्र आरम्भे सर्वाणि पदानि स्त्रीलिङ्गे तत्र सरस्वतीपर्यन्तम् अनन्तरं व्यवहारः इति पुल्लिङ्गे अस्ति उक्तिः पुनः श्रीलिङ्गे अस्ति किन्तु अनन्तरं लपितम् इत्यस्मात् आरभ्य अन्तपर्यन्तं नृपुंसकलिङ्गशब्दस्तु सन्ति तत्र लपितं भाषितं वचनं वचः नृपुंसकलिङ्गे नाम कश्चन आस्वादः भवति ग्रन्थस्य कथं ग्रन्थः अस्ति इति अग्रे अपि तथैव अत्र पण्डितस्य द्वाविंशतिः नामानि अग्रे पण्डितस्य द्वाविंशतिः नामानि अत्र लक्ष्मीभगिनी पठति वा लक्ष्मीभगिनी आं महोदय हा प्रथमतया अधोभागे ये शब्दाः सन्ति अनन्तरं श्लोकः विद्वान् विपश्चित् दोषज्ञः सन् सुधीः कोविदः बुधः धीरः मनीषी ज्ञः प्राज्ञः सङ्ख्यावान् पण्डितः कविः धीमान् सूरिः कृती कृष्टिः लब्धवर्णः विचक्षणः दूरदर्शी दीर्घदर्शी इत्येतानि द्वाविंशतिः नामानि पण्डितस्य श्लोकं पठति वा विद्वान् विपश्चितो दोषज्ञः संशुधीः कोविदो बुधः धीरो मनीषीज्ञः प्राज्ञः सङ्ख्यावान् पण्डितः कविः धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः दूरदर्शी दीर्घदर्शी श्रोत्रिय श्रोत्रियश्च छान्दसौ समौ इति सङ्ग्रहः अस्ति पण्डितस्य अर्थे नामानि दत्तानि सन्ति. बहवः जनाः ये गुरुकुले पठन्ति बहवः जनाः कण्ठस्थी कुर्वन्ति पूर्णतया ग्रन्थम्. अनेन शब्दावलिः अतीव वर्धते कस्यचित् कण्ठस्थीकरणेन. अस्तु महोदय, धीरः पण्डितः, धीरः पण्डितः, धीरः नाम जानीमः प्रत्येकं शब्दस्य बहवः अर्थाः सन्ति. तर्हि धीरः इत्यस्य बहवः अर्थाः सन्ति, तेषु एकः अस्ति पण्डितः. नाम कस्मिंश्चित् सम्यक् शब्दकोशे पश्यति चेत् धीरः शब्दस्य बहवः अर्थाः, प्रत्येकं शब्दस्य बहवः अर्थाः सन्ति. अस्तु अग्रेसरेम. इदानीं पञ्चम पाठः अस्ति हलन्तशब्दाः. अत्र सन्ध्या भगिनी पठति वा नद्याम्? नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः ख्यातस्य सत्यजितः सम्माननसमारम्भः सम्माननसमारम्भः प्रवर्तमानः अस्ति. दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवम् अस्ति. एतम् उच्चैः पठत अवगच्छत च. अस्तु नाम अयं पाठः बहु समीचीनपाठः अस्ति. अत्र किमस्ति, एका कथा नाम अत्र कथा नाम वास्तविकी कथा, कथा नाम कथा केवलं कथा अस्ति, किन्तु एकः लघुबालकः अस्ति, सः द्वौ बालकौ दृष्टवान् नद्यां, द्वौ बालकौ दृष्टवान् नद्याम्, अपि च तत्र द्वौ बालकौ तत्र मृत्यु अवस्थायां तत्र जले, तत्र निमज्जतोः इति लिखितमस्ति खलु निमज्जतोः. अपि च सः बालकः तत्र गत्वा द्वौ बालकौ रक्षितवान् इति एका कथा. अनन्तरं दूरदर्शने आगच्छति कथा. तर्हि अत्र किमर्थं समीचीनमस्ति पाठः इति चेत् तत्र एकं वदामि, कस्यचित् स्पीकर् फ़ोन् नास्ति खलु, यतोहि मध्ये मध्ये ध्वनिः आगच्छति. स्पीकर् फ़ोन् इति नितरां मास्तु, स्पीकर् फ़ोन्, हेड्फ़ोन्, ब्लूटूथ् इत्यादिकं न स्यात्, नो चेत् अस्माकं समस्या भवति. स्पीकर् फ़ोन् नितरां मास्तु. तर्हि अत्र दूरदर्शने सः बालकः किं कृतवान् इति कथा अस्ति. तर्हि एतत् प्रथमं वाक्यं पुनः पश्यामः. अत्र विशेषणविशेषभावः बहुत्र अस्ति, अपि च हलन्तशब्दानाम् अभ्यासः प्रचुरः अस्ति. तर्हि अत्र मेसचुसेट्स् सुब्रह्मण्यमय, तत्र अस्माकं साहाय्यं किञ्चित् करोति वा? नद्यां महोदय, नद्यां निमज्जतोः बालयोः, तावदेव इदानीं क्रमेण कुर्मः. बालयोः, बालयोः इति कीदृशपदमस्ति? बालयोः षष्टी द्विवचनं सत्यं. तर्हि निमज्जतोः इति कीदृशपदमस्ति इति वदति वा? मच्छतोः अत्र विशेषणमस्ति, बालयोः पदस्य विशेषणमस्ति खलु, यः बालः निमज्जतः, निमज्जतोः अपि षष्टिविभक्ति द्विवचनमस्ति. सत्यमस्ति अत्र, सत्यमस्ति अत्र. कश्चन शब्दः अस्ति, कश्चन शब्दः अस्ति, रूपमस्ति शत्रन्तरूपं. शत्रन्तरूपाणि न जानीमः तावता, किन्तु वयं किञ्चित् परिचिताः. उदाहरणार्थं बालकः गच्छन् अस्ति, बालकः गच्छन् अस्ति इति यत्र निरन्तरक्रिया भवति तत्र शत्रन्तरूपम् इत्यस्य प्रयोगः भवति. बालिका गच्छन्ती अस्ति, बालकः गच्छन् अस्ति, अथवा इदानीं गच्छन् इति शत्रुप्रत्यन्तरं रूपमस्ति, तस्य प्रातिपदिकमस्ति गच्छत्. शत्रन्तरूपाणि तत्र तकारान्तपदानि सन्ति प्रातिपदिकरूपेण गच्छत्. तर्हि गच्छन् गच्छन्तौ यथा भवान् भवत् इति अस्ति, भवान् भवन्तौ भवन्तः, गच्छन् गच्छन्तौ गच्छन्तः, गच्छन्तं गच्छन्तौ, अनन्तरं किं स्यात्? गच्छतः, गच्छतः. तृतीय एकवचने गच्छत, अनन्तरं गच्छद्भ्यां गच्छद्भिः, गच्छते गच्छद्भ्यां गच्छद्भ्यः, गच्छतः गच्छद्भ्यां गच्छद्भ्यः, गच्छतः गच्छतोः गच्छतां गच्छति गच्छतोः गच्छसु इति रूपाणि सन्ति. तत्र द्विवचने षष्टि तत्र गच्छतोः, अत्र निमज्जतोः तादृशमस्ति. तत्र निमज् इति धातुः अस्ति, मज् धातुः, निमज्जति निमज्जति इति अस्ति. तत्र जले जले निमग्नः भवति इति निमज्जति, यः तरितुं न शक्नोति. सर्वे अवगच्छन्ति खलु, यः तरितुं न शक्नोति सः जले निमज्जति. अथवा षष्ठी अत्र बहुवचने बालयोः निमज्जतोः. अत्र वाक्यं षष्ठी अस्ति किमर्थमिति वाक्यं द्रष्टव्यमस्ति. न न न न न न तथा नास्ति, न तत्र सप्तमी अभविष्यत् खलु, इन् द वाटर् सप्तमी. अत्र अत्र तर्हि बालः एकवचने प्रथमभक्तौ बालः, निमज्जन् बालः, निमज्जन् बालः, निमज्जन्तौ बालौ, निमज्जन्तः बालाः इति इत्यादीनि रूपाणि सन्ति खलु, अवचति खलु. षष्ठी द्विवचने बालयोः निमज्जतोः. तर्हि वाक्यं किमस्ति इदानीं, यथा श्लोकः इदानीं वाक्यं किञ्चित् दीर्घमस्ति, किन्तु यथा श्लोकाः आसन् खलु तत्र लघुवाक्यं वयं कृतवन्तः. लघुवाक्यं वयं कृतवन्तः यथा अहं त्वां द्रष्टुमिच्छामि इति प्रथमश्लोकः आसीत् खलु, अहं त्वां द्रष्टुमिच्छामि. द्वितीयश्लोकः आसीत् किं, तत्र सुखं योगिनम् उपैति. अत्र वाक्यं किम् इति कोऽपि वदति वा? केवलं पदत्रयम् अथवा सत्यजितः प्राणरक्षणं कृतवतः. सत्यजितः, पश्याम, नद्यां निमज्जतोः बालयोः प्राणरक्षणं, प्राणरक्षणं कृतवतः छात्रस्य सत्यजितः अत्र अत्र वस्तुतः वाक्यं ततः अग्रे किं लिखितमस्ति? सम्माननसमारम्भः प्रवर्तमानः अस्ति. अत्र लघुवाक्यमस्ति सम्माननसमारम्भः प्रवर्तमानः अस्ति. सत्यं सत्यम् इति वाक्यं अत्र प्रवर्तमानः अस्ति इति क्रियपदमस्ति. वस्तुतः सर्वलघुवाक्यमस्ति सम्माननसमारम्भः अस्ति इति वाक्यं क्रियपदमस्ति अस्ति. सम्माननसमारम्भः अस्ति इति वाक्यम्. इदानीं कस्य समाननसमारम्भः? अस्य इति नास्ति. अत्र सत्यजितः तत्र तस्य तस्य प्रा अत्र कापि भक्तिः अस्ति? प्रातिपदिकमस्ति सत्यजित्. तकारान्तशब्दः तकारान्तशब्दः सत्यजित् यथा भवत् भवत् भवत् शब्द षष्ट्यन्तमस्ति भवतः. भवतः नाम किं? भवतः अत्र सत्यजितः. सम्माननम् इति सर्वे जानन्ति खलु सम्माननं? निहारिका भगिनी जानाति वा? अत्र तत्र आदरशब्दं जानाति वा? आदरम् आदरः आदरः नाम रिस्पेक्ट् आदरः. अत्र मानं मानम् अथवा माननं सम्मानं न कदापि श्रुतवती? सम्मानं तत्र आनरिङ्ग् अथवा रिस्पेक्ट् तादृश अर्थः अस्ति सम्माननं. To honor somebody. सम्माननम् अत्र अत्र सत्यजितः सम्माननसमारम्भः समारम्भः आरम्भः आरम्भः. तर्हि अत्र एकम् अनुष्ठानमस्ति. अनुष्ठानं सर्वे जानन्ति वा? अनुष्ठानं शिल्पा भगिनी अनुष्ठानं नाम तत्र ओकेजन् अथवा सेरेमोनि सेरेमोनि ओकेजन् इति अनुष्ठानमस्ति. अत्र तादृशम् अनुष्ठानमस्ति यस्मिन् सत्यजितः सम्माननं भविष्यति. यतो हि सत्यजितः वीरः, द्वयोः बालकयोः संरक्षणं कृतवान्, तयोः मृत्युः भवति स्म नद्यां. द्वयोः बालयोः मृत्युः भवति स्म नद्यां. सः आगत्य तयोः प्राणरक्षणं कृतवान् इति कारणेन इदानीं सम्मानन अनुष्ठानं भविष्यति सर्वेषां पुरतः. भवान् महान्, भवान् महत्कार्यं कृतवान् इति अस्ति. स्पष्टं स्यात्? सन्ध्या भगिनी अवगच्छति वा? अवगच्छामि. तर्हि इदानीं बालकः सत्यजित् तस्य सम्माननसमारम्भः प्रवर्तमानः अस्ति. प्रवर्तमानः नाम गोयिङ्ग् आन्, प्रवर्तमानः अस्ति इति वाक्यमस्ति. इदानीं कीदृशः सत्यजितः? सत्यजित् कीदृशः अस्ति इति लक्ष्मी भगिनी वदतु. सः छात्रः. सः छात्रः इति लिखितमस्ति खलु. छात्रः सत्यजित् षष्ठी तत्र छात्रस्य सत्यजितः. इतोपि कीदृशः अस्ति? नद्यां निमज्जितोः बालयोः प्राणरक्षणं कृतवतः. तत्र कृतवतः इति अस्य का विभक्तिः? षष्ठी एकवचनं. षष्ठी एकवचनं. तस्य प्रथमा विभक्ति अन्तं किम्? कृतवान्. समीचीनं. तर्हि सत्यजित् सत्यजित् कीदृशः? सः छात्रः अस्ति, अपि च नद्यां निमज्जितोः बालयोः प्राणरक्षणं कृतवान्। कृतवान् इति विशेषणमस्ति सत्यजित् शब्दस्य। कृतवान् छात्रः सत्यजितः, सत्यजित् कृतवान् छात्रः सत्यजित्। इत्युक्ते सत्यजितः, सत्यजित् इति बालकस्य नाम। बालकस्य नाम, भवतः नाम किं? सत्यजित्, सत्यजित्। भवतः नाम सहदेव, सहदेवः, सहदेव, तस्य नाम सत्यजित्। अस्तु, हा, तर्हि सत्यजित् किं कृतवान्? तत्र पुष्पा भगिनी वदतु। अस्तु, महोदय, शब्दमस्ति, शब्दमस्ति। ओहो, अस्तु अस्तु, वदतु एकवारम्। अस्तु, विजयसुब्रह्मण्यमहोदय, तत्र वदतु, किं कृतवान् सत्यजित्? द्वयोः बालयोः जले निमज्जितो रक्षवान्, रक्षणं कृतवान्। रक्षणं कृतवान्, समीचीनमस्ति। नद्यां निमज्जतोः बालयोः प्राणरक्षणम् इति एकः विचारः अस्ति। नद्यां निमज्जतोः बालयोः प्राणरक्षणं, प्राणरक्षणं कृतवान् सत्यजित्। सत्यजितः समारम्भः प्रवर्तमानः अस्ति। तर्हि आहत्य नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः छात्रस्य सत्यजितः समारम्भः प्रवर्तमानः अस्ति। नाम कृतवतः छात्रस्य सत्यजितः इति एकः शब्दसमूहः अस्ति, षष्टि एकवचने, कृतवतः छात्रस्य सत्यजितः एकवचने षष्टिविभक्तौ। स्पष्टं वाक्यं? स्पष्टमस्ति न वा? शिल्पा भगिनी अवगच्छति वा? अस्तु, समीचीनं। तर्हि अग्रे अग्रे निहारिका भगिनी, अग्रे कृपया दूरदर्शनेन। दूरदर्शनेन प्रसार्यमानः सः कार्यक्रमः एवम् अस्ति, एतम् उच्चैः पठत अवगच्छत च। स्पष्टमस्ति वा? आम्। किमस्ति? दूरदर्शने इदानीं एषः कार्यक्रमः प्रचलति, अतः सः पाठः अस्ति। सत्यं, हा, तर्हि अत्र प्रसार्यमाणः, प्रसारयति, किमपि अहं प्रसारयामि नाम प्रचारः भवति खलु, यस्य प्रसारयति नाम कश्चन समाचारः, बहु सम्यक् समाचारः भवति चेत् अहं सर्वत्र गत्वा तं समाचारं सूचयामि, सर्वत्र गत्वा प्रसारयामि। तर्हि अत्र तस्य कर्मणि प्रयोगः अस्ति, शानच्, प्रसार्यमाणः, प्रसारयति, प्रसारयति, प्रसार्यते, कर्मणि प्रसार्यते, तस्य शानच्, शानच् इति शत्र, शानच् इति अग्रे करिष्यामः, किन्तु अत्र शानच् इति मान् अस्ति, तत्र रेफः अस्ति, अतः णत्वमस्ति, प्रसार्यमाणः, प्रसार्यमाणः कः? कार्यक्रमः। तर्हि कार्यक्रमः इस् बीङ्ग् ब्राड्कास्ट्, बीङ्ग् स्प्रेड् बै द टेलिविज़न् खलु, अतः प्रसार्यमाणः कार्यक्रमः, प्रसार्यमाणः अस्ति। केन प्रसार्यमाणः अस्ति? दूरदर्शनेन। बै वाट् इस् इट् बीङ्ग् ब्राड्कास्ट्? दूरदर्शनेन। स्पष्टमस्ति खलु, प्रसार्यमाणः। वयं वयं कार्यक्रमं प्रसारयामः किन्तु कार्यक्रमः कर्मणि प्रयोगे प्रसार्यते प्रसार्यमानः. स्पष्टमस्ति? अस्तु, इदानीं किञ्चिदेव समयः अस्ति, तत्र अग्रे किञ्चित् पठामः, किन्तु अत्र गृहपाठरूपेण कथां पठन्तु, अनन्तरं शब्द वाक्य अन्वयः वाक्यस्य अन्वयक्रमः कथं भवति, अपि च प्रत्येकं शब्दस्य का विभक्तिः इति गृहपाठरूपेण तत्र भविष्यति. अस्माकं बहु समीचीन अभ्यासः अस्ति. एकवारं मेसचुसेट्स् सुब्रह्मण्यं महोदय तत्र अध्यक्षस्य कथनं पठतु. अध्यक्षः सर्वेभ्यः नमः. महत्यां विपदि समागतायाम् आत्मनः प्राणान् तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः. सम्माननाय वयम् अस्यां संसदि समागताः स्मः. अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरतापुरस्कारान् प्राप्तवान् अस्ति. एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति. एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति. प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः. अस्तु, समीचीनमस्ति. तर्हि प्रायः कश्चन भावः मनसि जातः स्यात्, नाम अस्मिन् किं किं भवति. किन्तु खण्डशः प्रत्येकं वाक्यस्य अन्वयरचना कीदृशी अस्ति, प्रत्येकं पदस्य का विभक्तिः. यथा आरम्भे किञ्चित् कुर्मः, अनन्तरं समापयिष्यामः. तत्र सुब्रह्मण्यं तत्र विजन्य इति कृपया किञ्चित् वदतु. महत्यां विपदि, तत्र विपदि इत्यस्य का विभक्तिः? कोऽपि साहाय्यं करोति? एकवचनं प्रातिपदिकं किं? लिङ्गं किं? दकारान्त स्त्रीलिङ्गशब्दमस्ति महोदय. हा, कथं जानीमः? यद् यः न जानाति सः अपि ज्ञातुं शक्नोति. कथं? महत्यामिति दृष्ट्वा यतोहि विशेषणमस्ति, स्त्रियाम् अस्ति. का विभक्तिः? सप्तमी एकवचनं. सप्तमी एकवचने अस्ति महती, एकवचने महती, तस्य सप्तमी. यथा नदी नद्यां, महती महत्यां विपदि. तर्हि विपद् शब्दः दकारान्तशब्दः स्त्रियाम् अस्ति, यतोहि तस्य विशेषणं स्त्रियामस्ति. महत्यां, महत्यां विपदि समागतायां. समागतायां तत्र कीदृश शब्दः अस्ति? आगतवन्तः, समागतायाम् आगतवान्. हा, अत्र यथा कार्यं कृतम् अथवा बालिका दृष्टा, तत्र क्ता प्रत्ययः अस्ति, कश्चन क्ता प्रत्ययः. समागता इति प्रातिपदिकमस्ति, आकारान्त स्त्रीलिङ्गशब्दः समागता, तस्य सप्तमी. यथा लता लतायां, समागता समागतायां. समागतायाम् इति कस्य विशेषणं महोदय? तस्य नाम किम् उक्तवान्? क्तप्रत्ययः, क्तप्रत्ययः ककारे तकारः, यथा गतवान् इति क्तवतु प्रत्ययः अस्ति, तस्य प्रत्ययस्य नाम क्तवतु, क्तवतु गतवान्. अनन्तरं गत इति क्तप्रत्ययः अस्ति. दृष्टवान् क्तवतु, दृष्ट क्तप्रत्ययः अस्ति. कृतवान् क्तवतु, कृत इति क्तप्रत्ययः अस्ति. अत्र क्तप्रत्ययः अस्ति, क्त. अर्धककारितकारः क्ता क्तान्तरूपमस्ति क्तान्तरूपमस्ति तर्हि समागतायां विपदि महत्यां समागतायां विपदि इति एकः शब्दसमूहः अस्ति विशेष्यम् अस्ति विपद् तर्हि अत्र महती समागता विपद् महती समागता विपद् इति सप्तमी कृत्वा महत्यां समागतायां विपदि बुद्धं स्यात् इति तादृशकार्यम् अस्यां कथायां सर्वत्र कर्तव्यमस्ति प्रथमतया वाक्यस्य अर्थः कः तत्र कर्तृपदं किं कर्मपदं किं क्रियापदं किम् अनन्तरं वाक्यसमूहः कुत्र कुत्र सन्ति वाक्यसमूहाः अपि च तस्मिन् वाक् प्रत्येकस्मिन् वाक्यसमूहे विशेष्यं किं विशेषणं किं लिङ्गं किं विभक्तिः का इति दृष्ट्वा बहु समीचीनरूपेण अभ्यासः भविष्यति अस्मिन् सप्ताहे सर्वे कुर्वन्तु अनन्तरम् अग्रिमे सप्ताहे तत्र मिलित्वा कुर्मः अस्तु सम्यक् वा कोऽपि प्रश्नः नमस्कारः अस्तु हा अस्तु तर्हि अग्रिमे सप्ताहे मिलामः नमस्कारः धन्यवादः नमस्कारः नमस्कारः